नमो नमः। तर्हि एतावता वयं द्वितीयविभक्तेः अभ्यासं कुर्मः स्म। द्वितीयाविभक्तिः तत्र प्रयोगद्वयं वयं दृष्टवन्तः। एकमस्ति यत्र कर्मपदमस्ति, यत्र वाक्ये कर्मपदमस्ति तत्र द्वितीयविभक्तिः भवति, खलु? उदाहरणं वदन्तु। अहं विश्वनाथं पृच्छामि। अन्यत् उदाहरणम्? अहं कार्यं करोमि। कार्यं करोमि, तत्र कार्यम् इत्यस्य का विभक्तिः? द्वितीयाविभक्तिः। अन्यत् उदाहरणम्? पुस्तकं पठामि। समीचीनं, तत्र पुस्तकम् इत्यस्य का विभक्तिः? द्वितीयाविभक्तिः। अन्यत् उदाहरणम्? समीचीनमस्ति। तत्र क्रीडागृहम् इत्यस्य का विभक्तिः? द्वितीयाविभक्तिः अस्ति। गम् धातुः गच्छति, तत्र द्वितीयाविभक्तिः अस्ति। यथा पाठशाला गच्छामि, तत्र वाक्यं किं भवति? अहं गच्छामि। विद्यालयः गच्छामि इति अस्ति, समीचीनमस्ति, अत्युत्तमम्। अस्तु, अनन्तरं खादति, पिबति, खादति, तत्र किं वाक्यं वदतु? तत्र द्वितीयाविभक्तिः अस्ति। पिबति, खादति, जलं पिबामि, तत्र सर्वत्र द्वितीयाविभक्तिः अस्ति, खलु? अस्तु, इदानीं प्रेषयति, इदानीं त्यजति, इदानीं स्मरति, अनन्तरं प्रक्षालयति, अनन्तरं भगिनी पश्यति, शृणोति। महोदय वदतु, सुमनि महोदय, प्रेषयति वाक्यं, प्रेषयति। अहं सङ्गणकं भारतदेशे प्रेषयामि। किन्तु भारतदेशं प्रेषयामि, सत्यं। तत्र गतसप्ताहे वयं दृष्टवन्तः केचन धातवः द्विकर्मकधातवः सन्ति, येषां कर्मपदद्वयं भवति, तत्र अहं सङ्गणकं भारतदेशं प्रेषयामि। समीचीनम्, अग्रिमम्? अहं गर्वं त्यजामि। समीचीनं वाक्यं, गर्वं त्यजामि, तत्र गर्वः, गर्वस्य का इति, गर्व इति विशेषणमस्ति, अहम् अहङ्कारं त्यजामि, गर्वः विशेषणमस्ति, खलु? गर्वः, गर्वस्य भावः भविष्यति, अहङ्कारः समीचीनमस्ति, अहम् अहङ्कारं। अस्तु, अहं श्लोकं स्मरति, चिन्तयतु, स्मरति इति न, अहं श्लोकं स्मरामि। बालकः अन्य अस्ति चेत् स्मरति, अहं स्मरामि, बालकः श्लोकं स्मरति, अहं श्लोकं स्मरामि। समीचीनमस्ति, अत्युत्तमं। भगिनी वदतु। अहं दूरदर्शिनीं पश्यामि। दूरदर्शनं पश्यामि, इमिति न, दूरदर्शनं पश्यामि, समीचीनमस्ति, समीचीनम्, अत्युत्तमम्। अहं गीतं शृणोमि। गीतं शृणोमि, सर्वत्र द्वितीय विभक्ति अस्ति तथैव सर्वनामनाम विषयः सर्वनाम खलु सः ते सा ताः तत्र तत् तानि भवान् भवती अत्र करपत्रमस्ति एकम् अस्माकं पुरतः करपत्रमस्ति अत्र एकवचने बहुवचने च अत्र सर्वनाम्नां द्वितीयविभक्तिरूपाणि इति लिखितमस्ति तर्हि अत्र सः बालकः सः गच्छति किन्तु अहं सः पश्यामि इति वक्तुं न शक्नोमि तत्र सः इत्यस्य तम् अहं तं पश्यामि तर्हि समीपे अस्ति चेत् एषः इत्यस्य वदन्तु एतं कः कम कम सा ताम ताम एषा एतां ताम एतां का काम तत् तत् एतत् एतत् किम किम तर्हि नपुंसकलिङ्गे परिवर्तनं न भवति इति मनसि स्थापयन्तु नपुंसकलिङ्गं नाम तत्र सुलभमस्ति अनन्तरं भवान् भवती अहं तर्हि एकवचने अस्माकं सौकर्यमस्ति यत् अन्ते मकारः अस्ति सर्वत्र मकारः अस्ति अन्ते बहुवचने तथा नास्ति एकवचने सत्यं मकारः तत्र नास्ति सत्यम् अस्तु किञ्चित् अभ्यासं कुर्मः इदानीं यानि वाक्यानि वयम् उक्तवन्तः तानि एव वाक्यानि सर्वनामपदं संयोजयामः यथा अहं पुस्तकं पठामि अहं तत् पुस्तकं पठामि अहं तत् पुस्तकं तत् इत्यस्य द्वितीय भवति तत्र अहं बालकं पश्यामि अहं तं बालकं पश्यामि तं बालकम् अहं कं बालकं पश्यामि अहं तं बालकं पश्यामि अस्तु तर्हि यद् वाक्यं सर्वे वाक्यं उक्तवन्तः इदानीं पुनः तदेव वाक्यं वदतु सर्वनाम संयोजयतु मध्ये अस्तु सुब्रह्मण्य महोदय अहं तत् सङ्गणकं भारतदेशं प्रेषयामि तत् सङ्गणकं अहं तं विश्वनाथं पृच्छामि अस्तु अग्रे अहं तं श्लोकं स्मरामि समीचीनं तं श्लोकं स्मरामि अवगतं वा समीचीनम् अस्ति अग्रे अहं तत् गर्वम् अहङ्कारम् अहं तत् अहङ्कारं त्यजामि किन्तु अत्र अहङ्कारः लिङ्गं किम् अहङ्कारः पुंलिङ्गं पुल्लिङ्गशब्दः तर्हि पश्यतु तत्र नाम अत्र नाम रूपं किम् त्यजामि अवगच्छति वा समीचीनमस्ति अहं तम् अहङ्कारं त्यजामि नाम प्रथमविभक्तिः अस्ति चेत् सः अहङ्कारः सः अहङ्कारः अस्ति तत्र तृतीय प्रथमविभक्तिः अस्ति तत्र कर्तृपदम् इदानीं कर्मपदम् अस्ति अहं तम् अहङ्कारं त्यजामि बालकः तं श्लोकं स्मरति. हा सत्यं सत्यं. हा सत्यं साधु. बालकः तं श्लोकं स्मरति. अग्रे अहं तं गीतं शृणोमि. हा किन्तु लिङ्गं किं? गीता. गीतं गीतम् अहं तत् गीतं शृणोमि. अहं तत् गीतं शृणोमि. अस्तु भगिनी वदतु. तं हा किन्तु अत्र फलम् इति अस्य लिङ्गं किम्? तर्हि किं भवति? करपत्रं पश्यतु. करपत्रे लिखितमस्ति तत्. वदतु पुनः. वदतु तत् एव. हा तत् बाकी वदतु. हा पुनः वदतु. समीचीनं. पुनः पुनः. अहं तत् फलं प्रक्षालयामि. समीचीनमस्ति. हा अस्तु. इदानीं तादृशं वाक्यं पुनः कुर्मः. क्रीणाति, गृह्णाति, आनयति, अनन्तरं सूचयति, अनन्तरं ददाति, अनन्तरं लिखति. सन्ध्या भगिनी लिखति. अस्तु वदतु. अहम् आपणतः फलं क्रीणामि. हा किन्तु सर्वनाम्नां प्रयोगं. अहम् आपणतः तत् फलं क्रीणामि. समीचीनम्. अग्रे अहं तत् वाक्यार्थं गृह्णामि. अहं तत् वाक्यार्थं गृह्णामि. अत्र लिङ्गं किम्? अत्र वाक्यम्. अत्र वाक्यार्थम् इति संयुक्तपदमस्ति. अत्र वाक्यस्य अर्थः अतः शब्दः भवतः इत्यस्य अर्थः वाक्यस्य इति न वाक्यस्य त्यजाम. इदानीं वदतु. अहं तं वाक्यार्थं गृह्णामि. समीचीनमस्ति. अहं तं वाक्यार्थं, यतोहि तम् इत्यस्य तव अर्थशब्दस्य विशेषणं विशेषणमस्ति अत्र. एतत् वाक्ये गृह्णामि इत्युक्ते गृह्णाम्यर्थं ग्रहणं. ग्रहणं नाम ग्रहणं जानाति खलु. किन्तु अत्र ग्रास्प् इति अर्थः नाम मानसिकग्रहणम्. अत्र मानसिकग्रहणं भवति खलु. तर्हि अत्र अस्माभिः अस्माकं मनसि एवं भवेत् यत् अत्र सर्वनाम नामपदस्य विशेषणं विशेषणमस्ति. अत्र वाक्यार्थम् इति द्वितीयविभक्तौ अस्ति. तत्र अर्थशब्दस्य विशेषणं न तु वाक्यं खलु. अस्तु. मम मित्रं मार्गं सूचयामि. हा अस्तु. तर्हि इदानीं समीचीनमस्ति. इदानीं सर्वनाम संयोजयतु. मार्गं सर्वनाम अहं मम मित्रं मार्गं सूचयामि. इति वाक्यमस्ति. अहं मम मित्रं मार्गं सूचयामि. इदानीं मार्गम् इत्येन सह इति संयोजयतु. तत्र सर्वनाम सर्वनाम सर्वनाम अस्मान् मित्रम् एकनिमेषः. एक मार्गः इति शब्दः. मार्गः शब्दः. मार्गः. तर्हि तत्र मार्गः अस्ति. तत्र सर्वनाम कः? सर्वनाम कः? किं सर्वनाम भविष्यति? तत् मार्गं. तत् मार्गं. किन्तु अत्र लिङ्गं किं? मार्गः. मार्गः इस् पुंलिङ्गं. तर्हि पुंलिङ्गं चेत् तं मार्गं. वाक्यं वदतु. मम मित्रं तं मार्गं सूचयामि. समीचीनम्. स्पष्टार्थं स्पष्टतार्थं तत्र अहम् इति वक्तुं शक्नुमः. अहम् अहं मम मित्रं तं मार्गं सूचयामि. समीचीनं वाक्यं, सुन्दरम्. अग्रे अहं तम् आपणिकं धनं ददामि. समीचीनमस्ति. न न न क्षम्यताम्, अत्र तदेव अत्र अत्र किं भवति यत् दादातुः ददाति, तत्र यत् दद्मः तस्य द्वितीया विभक्तिः, यस्मै दद्मः तत्र चतुर्थी अस्ति. पुनः वदतु, यद्दद्मः तस्य द्वितीया विभक्तिः अस्ति. आपणकस्य आपणकः तत्र आपणकः तत्र त्यजामः. किं किं दत्तवान्? धनम्. हा, इदानीं पुनः वदतु, केवलं धनम् इति वदतु. अहं धनं ददामि. सर्वनाम संयोजयतु. अहं तं धनं ददामि. हा, किन्तु धनं धनं तत् धनं ददामि. अहं तत् धनं ददामि. यदि आपणकः अस्ति तत्र तत् तत्र आपणकः आपणकाय अहं तत् धनम् आपणकाय ददामि. आपणकः आपणिकः यः आपणे कार्यं करोति, आपणिकः तत्र चतुर्थी अस्ति. वयं न कृतवन्तः, चिन्ता नास्ति, अग्रे भविष्ये वयं करिष्यामः. अस्तु, भगिनी वदतु. हा, किन्तु काव्यम् इत्यस्य लिङ्गं किम्? काव्यम्. न न, काव्यम् पुनः वदतु. समीचीनमस्ति. अस्तु, पुनः कुर्मः. इदानीं आह्वयति, निन्दति, आनयति इति वाक्यं वदतु. आनयति. अहं तत् पुष्पम् आनयामि. समीचीनम्. अहं तत् पुष्पम् आनयामि. हा, समीचीनमस्ति, अति उत्तमम्. इच्छति. हा, तर्हि आह्वयति, निन्दति, इच्छति, स्थापयति, वदति, जानाति, जानाति. ओके, भगिनी वदतु. अहं मम सखीं गृहम् आह्वयामि. हा, किन्तु अत्र द्वितीयव्यक्तिः कुत्र अस्ति? गृहमिति न, तत्र अहं मम सखीं गृहम् आह्वयामि. न, आह्वयति पश्यतु, आह्वयति द्विकर्मकधातुः नास्ति, केवलम् एकं कर्मपदं भविष्यति. गृहमिति त्याजतु. अहं मम सखीम् आह्वयामि. हा, इदानीं सर्वनाम वदतु. मम. न न न न, तत्र द्वितीयविभक्तौ सखी अस्ति, सखी अस्ति. तर्हि इदानीं वदतु पुनः नाम सर्वनाम इति वदतु. मम सर्वनाम. न, मम सर्वनाम अस्ति, किन्तु द्वितीयविभक्तौ नास्ति. द्वितीयविभक्तेः अभ्यासं वयं कुर्मः. मम त्यजतु, षष्ठी अस्ति खलु मम. अहं तां सखीं गृहम् आह्वयामि. गृहमिति त्यजतु. अहं तां सखीम् आह्वयामि. हा, नाम गृहस्य आगमनार्थं. यतोहि गृहं तु न आह्वयति, नियमस्ति. यतोहि वदनार्थे आह्वयति भवति चेत् तत्र भवितुमर्हति, चिन्तनीयमस्ति. किन्तु इदानीं सुरक्षितमस्ति, अहं तां सखीम् आह्वयामि. समीचीनमस्ति, अग्रे. बालकः तत् द्विचक्रिकाम् इच्छति. वदतु. बालकः तत् द्विचक्रिकाम् इच्छति. द्विचक्रिका, तत्र द्विचक्रिकाम् तत्र लिङ्गं किं लिङ्गं किम् लिङ्गं किं नाम यत्र अह अस्ति तत्र अह तत्र पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दः अस्ति चेत् आकारान्त ईकारान्त भवति नपुंसकलिङ्गशब्दः तत्र मकारः भवति अन्ते तर्हि अत्र द्विचक्रिका तत्र तर्हि लिङ्गं किं भवेत् पुल्लिङ्गम् आ अस्ति चेत् यथा महिला बालिका तर्हि पुनः वदतु बालकः तं द्विचक्रिकाम् इच्छामि पुनः उच्चारणं किं तां तां बालकः तां द्विचक्रिकाम् इच्छामि इच्छति बालकः इच्छति बालकः तां द्विचक्रिकाम् इच्छति इच्छति इच्छति वाक्यं समीचीनमस्ति अग्रे सुब्रह्मण्य महोदय अहं तम् आसन्दं स्थापयामि समीचीनम् अहं तं चषकं स्थापयामि समीचीनं वाक्यं समीचीनमस्ति इदानीं घटी अहं तं लिङ्गं किं घटी नपुंसकलिङ्गं घटी घटी घटी ओ घटी इस् स्त्रीलिङ्गम् आ इ रैट् ओके स्त्रीलिङ्गं सो अहं स्त्रीलिङ्गं तां घटीं स्थापयामि समीचीनमस्ति अस्तु इदानीं पुस्तकं पुस्तकम् इस् नपुंसकलिङ्गं तत् ओके तां तत् ओके अहं तत् पुस्तकं स्थापयामि समीचीनं अग्रे रामः तत् मित्रम् उच्चैः वदति रामः तत् मित्रम् इति उच्चैः वदति उच्चैः वदति नाम तत् मित्रं वाक्यस्य अर्थः कः तत् मित्रम् इति उच्चैः वदति वाक्यस्य अर्थः कः नाम रामः तत् मित्रम् इति वदति वा वाक्यस्य अर्थः कः राम तत् मित्रम् ओ इदानीं भवति आगच्छामि भवितुमर्हति अस्तु नाम अन्यथा अवगमनं भवितुमर्हति तत्र किन्तु समीचीनम् अस्तु अग्रे अहम् एतं विषयं न जानामि अस्तु समीचीनम् अस्तु महिला इति वदतु महिला अहं न जानामि अहं तां महिलां न जानामि समीचीनमस्ति समीचीनं तदेव सा बालिका तां सखीं निन्दति समीचीनमस्ति इदानीं भवान् इत्यस्य द्वितीयविभक्त्यन्तं रूपं किं भवन्तं भवन्तं अनन्तरं भवती इत्यस्य भवतीम् अहं अस्तु वाक्यम् अपेक्षितम् अत्र भवन्तं भवतीं माम् अस्तु भवन्तं भवतीं माम् भवन्तं भवतीं माम् सन्ध्याभगिनी माम् इति अस्तु पश्यति शृणोति ददातु प्रेषयति नाम पश्यामि किमपि वदतु अहं भवन्तं विद्यालयम् आनयामि समीचीनम् अहं भवन्तं विद्यालयम् आनयामि समीचीनमस्ति तत्र द्विकर्मकपदमस्ति आनयति तत्र कर्मपदद्वयमस्ति वाक्यं समीचीनमस्ति अग्रे सा भवतीं नमस्कारं करोति तत्र अस्तु भवतु अग्रे अहं एतत् लेखनी माम् ददामि. तत्र यत्र ददातु तत्र चतुर्थी भवति मह्यं. मह्यं ददातु. मामिति मामिति किं भवति मराठी वाक्यं? कोऽपि वदति माम् ददातु. माम् ददातु माने नाम अहं भवतीं स्वीकृत्य अहं ददामि भवतीम्. अहं ददामि नाम स्व नाम भवत्याः नाम शरीरं अहं ददामि. तत् पुस्तकं मां ददातु. तत्र ददाति तत्र त्यजतु. मां ददातु न भविष्यति. मह्यं तत्र इण्डैरेक्ट् आब्जेक्ट् अस्ति. चतुर्थी विभक्ति भवति. तत्र द्वितीया न भवति. ददातु मह्यं. पश्यामि. हा हा हा समीचीनमस्ति. मां हा तर्हि मां वाक्यं वदतु. मां सूर्यं पश्यामि. न तत्र किं भविष्यति? मां सूर्यं पश्यामि इति न. मां कर्मपदम्. हा कर्मपदं वदतु. मां कर्मपदं सूर्यं कर्मपदं. तर्हि तर्हि वाक्यं नाम समीकरोतु. अन्यत् वाक्यं वदतु. मां तत् बालिका मां पश्यति. हा हा किन्तु तत् तत् वा तं बालि किं भवति? अत्र बालिका नाम कर्तृपदमस्ति. बालिका कर्तृ अथवा कर्मपदं? कर्तृपदं. तर्हि अत्र पश्यतु अत्र तत्र प्रथमाविभक्तिः भवति खलु. सा बालिका मां पश्यति इति वाक्यं समीचीनमस्ति. सा बालिका मां पश्यति. सा बालिका मां पश्यति. अस्तु सन्ध्या भगिनी वदतु. अहं भवन्तं न स्मरामि. वाक्यं समीचीनमस्ति. अहं भवन्तं सूर्यं दर्शयामि. कर्म समस्या अस्ति. अहं सूर्यं दर्शयामि इति वाक्यं समीचीनमस्ति. इदानीं तत्र यथा ददाति तथा अत्रापि इण्डैरेक्ट् आब्जेक्ट् मीन्स् ऐ विल् शो यु द सेन्सेस् टु यु फोर् यु. यत्र ददाति यत्र दर्शयति तत्र इण्डैरेक्ट् आब्जेक्ट् भवति. इण्डैरेक्ट् आब्जेक्ट् तत्र हिन्दीभाषायां तत्र भेदः नास्ति. किन्तु अत्र तेलुगुभाषायां किं भेदः नास्ति वा? सूर्य अपि च शोयिङ्ग् हिम् द सन् तत्र हेम् इन् द सन् हेम् इन् द सेम् टैप् आफ़् रूप् किं सेम् थिङ्ग् षष्ठी भवति. Shashti and Dvitiya is not the same thing. That's my point. Yes. That's my point. So in Sanskrit also it's not the same. You cannot use those like that's the same. Ataniki Suruni Chupistani. Suruni Dvitiya Bhakti. Ataniki Shashti. Atanu Suryudu is not same. They are not same Vibhakti. That's the point. Yeah. Not the same. In Sanskrit yes. Also not the same. Shashti. Here Chaturthi Vibhakti. Okay. Hmm. So what do we say in Sanskrit then? It means in Sanskrit the aham tatra ekam yantram asti krte krte tatra shashti plus krte eti vadamaha chaturthi vibhakti na janami na janimaha ched api vayam vaktum saknumaha atra balakah mitrasya krte कृते सूर्यं प्रदर्शयति. बालकः तस्य मित्रस्य कृते सूर्यं प्रदर्शयति. तत्र षष्टि प्लस् कृते इत्युक्ते चतुर्थी विभक्तिः. फोर् हिम् फोर् द बेनिफिट् आफ् इति अर्थे यस्मिन् अर्थे तत्र षष्टि प्लस् कृते इति वदामः. यत्किमपि भवेत् किन्तु तस् बट् यु वाण्ट् टु से द सन् एण्ड् टु हुम् यु शोयिङ्ग् डस् नाट् हाव् द सेम् पार्ट् आफ् स्पीच्. लक्ष्मी भगिनी सेड् It's not the same part of speech, it's a different part of speech. That's my point. What part of speech is not the main point. Point is that it's a different part of speech. Yeah. You don't use the same part of speech for that. To whom you're showing and what you're showing is not the same part of speech. And Sanskrit also not the same part of speech. So that when you're saying dadati or pradarshayati, tatra manasi sthapayantu yat pratak pratak asti. Astu. Tari bhavati aham. Bhagini vadatu vakya. Sanjaya bhagini. Vakya nasti. Aham bhavati chitram pradarshayami. Na na, tatra aham vadami yat bhavatim chitram tatra kim. Dvayoho shabdayoho dvitiya vibhakti hasti satna bhavadumha. Tatra bhavatyaha krite chitram pradarshayami. Pradarshayami iti chadatu. Atra bhavan bhavatim bhavantam bhavatim mam kutra bhavadumharati. Yatra pasyati asti, aham bhavantam pasyami, bhavatim pasyami, bhavan mam pasyati, tatra dvitiya vibhakti asti. Direct object. Nama savadhanam apeksitam atra, savadhanam. Bahutra bhavantam bhavatim mam nabhavati, bahutra nabhavati. Astu, pasyati iti vadatu, ekam vakyam pasyati. Pashyati, udaharanam vadatu. Pashyati, aham bhavantam pashyami. Aham bhavantam pashyami. Anantaram, bhavatim. Aham tasya varta patrikam pashyami. This is vakyam samisinam asti. Kintu bhavantam bhavatim iti asya udaharanam nasti. Astu. Samichan. Tari, aham kim kurami, idanim, aham pratamad bhakti rupam vadami, bhavantaha dvitiya vibhakti vakta. Mama bhagini mam icchati. Samichanam. Vakim tatra samichanam asti. Mam icchati. Samichanam asti. Astu, aham pratamad vibhakti antaram rupam vadami, bhavantaha ekanuhesad dvitiya vibhakti antaram vadantu. Saha. Saha. Tam. Tam. Tam. Aham. Mam. Sa. Tam. Tam. Astu. Ka. Kam. Kaha. Kam. Kim. Kim. Kim. Bhavati. Bhavati. Eshaha. Etam. Esha. Etam. Iti rupani santi. Astu, eka vachane. Idanim dvi vachane, bahu vachane. Tatra dvi, bahu vachane, te tan. Iti vadamaha. Te. Tan. Ete. Etan. Ke. Kan. Taha. Taha. Stri linge, tatra parivartanam nasti. Etaha. Etaha. Kaha. Tani. Etani. Kani. Bhavantaha. Tatra savadhanam. Bhavantaha. Bhavataha. Yadha bhavataha namakim. Bhavataha namakim. Tatra rupam samanam asti. Atra shashti ekavachanam. Bhavataha namakim. Atra bhavataha tatra bedaha artaha. Kintu rupam samanam. Bhavataha. Anandaram bhavatyaha. Bhavatihi. Vayam. Asman. Asman. Asman. Asman. Asmakam iti shashti. Bahuvachanam. Astu. Tari atra. Vakyam vadavaha. Idanim tan. Abhinandanaya. Tan. Idanim kan. Sandhya bhagini. Atra taha. ताः द्वितीयविभक्ति बहुवचनम्. अनन्तरं लक्ष्मी भगिनी एतानि एतानि. अनन्तरं शुभनिमहोदय कानि. हा इदानीं विश्वनाथमहोदय इदानीं एतान् पुनः वदतु. वयं कान् तं पुस्तकं ददामः. कान् तत्र दद्मः पुनः दद्मः दद्मः तत्र अहम् उक्तवान् दद्मः यत्र अस्ति. यु टेल मी इन् इङ्ग्लिश् व्हाट् यू आर् ट्रैङ्ग् टु से. वयं व्हाट् इस् द मीनिङ्ग् वयं अनुवादं करोतु. वयं वयं मीन्स् वी वी आर् गिविङ्ग् द बुक्स् टु देम्. हा सो टु देम् इस् नाट् लैक् देट्. यत्र दद्मः अस्ति दद्मः यत्र अस्ति तत्र षष्टिविभक्ति प्लस् कृते इति वदतु. चतुर्थी अर्थे अस्ति तत्र दद्मः अथवा प्रदर्शयामः तत्र द्वितीया नास्ति. हलो वदतु. अहं ताः आम्रान् खादिष्यामि. हा समीचीनं. किन्तु न नाम अत्र आम्रफलमिति आम्रफलमिति नपुंसकलिङ्गशब्दः. ताः स्त्रीलिङ्गशब्दः. हा अस्तु महोदय वदतु. अहं तान् बालकान् पश्यामि. समीचीनं. तान् बालकान् पश्यामि समीचीनमस्ति. लक्ष्मी भगिनी अहम् एतानि फलानि क्रीणामि. आपणे एतानि फलानि क्रीणामि. फलानि फलानि पुनः अहम् आपणे एतानि फलानि क्रीणामि. समीचीनमस्ति. भवान् भवान् कानि पुस्तकानि क्रीणयति. क्रीणाति क्रीणाति पुनः भवान् कानि पुस्तकानि क्रीणाति. समीचीनम् भगिनी वदति वा. कूपीः प्रक्षालयामि. पुनः वदतु. पुनः समीचीनम्. ओके ताः इस् ईकारान्त श्रीलिङ्ग रैट् श्रीलिङ्गशब्दः. ताः कूपीः प्रक्षालयामि. समीचीनम्. अहं ताः कूपीः प्रक्षालयामि. समीचीनम् अस्तु. अग्रे अहम् एतान् बालकान् पश्यामि. एतान् बालकान् पश्यामि. समीचीनम् महोदय. अहम् कान् अत्र अभिनवः वदतु. अहं किं किं कः वाक्यं किं वाक्यम् इति उक्तवान्. अहं पुनः वदतु तदेव वाक्यम्. अहं तान् बालकान् पश्यामि. बालकान् बालकान् अत्र तान् पश्यामि. तर्हि वयं प्रष्टुं शक्नुमः प्रश्न नाम भवान् पश्यति तदेव तदेव वाक्यं प्रश्नरूपेण वदतु. तान् इति न कान् भवान् भवान् कान् बालकान् पश्यति. भवान् कान् इति शब्दः खलु कान् कान् बालकान् पश्यति. भवान् भवान् कान् बालकान् पश्यति. बहवः बालकाः शतं बालकाः सन्ति. भवान् कान् बालकान् पश्यति. कान् बालकान् अवगतं वा. भवान् कान् बालकान् पश्यति. इदानीं चतुर्दशे पञ्चदशे च पुटे इदानीं वयं कर्तुं शक्नुमः. वयं कान् पुस्तकान् पुस्तकमिति शिल्लिङ्गं नो पुस्तकं. तर्हि किं भविष्यति. पुस्तकानि पुस्तकानि कान् पुस्तकानि पुस्तकानि पुस्तकानि. प्रश्नवाचकशब्दः कः. कान् कान् कथं भवति. कान् इति लिङ्गं किं कान् इति लिङ्गं किं कान् इति बहुवचन द्वितीय विभक्ति लिङ्गवचन लिङ्गं यो लिङ्गम् इस् ए कानिति पुल्लिङ्गशब्दः पुस्तकानि इति नपुंसकलिङ्गशब्दः तर्हि नपुंसकलिङ्गे अस्ति चेत् नपुंसकलिङ्ग पुल्लिङ्गे कान् नपुंसकलिङ्गे नपुंसकलिङ्गे कानि कानि पुस्तकानि कानि पुस्तकानि कानि पुस्तकानि नपुंसकलिङ्गे कानि पुस्तकानि अस्तु तर्हि इदानीं किं भवति अहं शब्दं वदामि भवन्तः तस्य प्रश्नवाचकशब्दं संयोजयन्तु यतः बालकः कः बालकः बालिका हा पुरुषाः के पुरुषाः अत्र किमस्ति लिखितमस्ति अत्र के पुरुषाः के पुरुषाः पुस्तकानि कानि पुस्तकानि लेखनी लेखनी सन्ध्या भगिनी वदतु का लेखनी हा समीचीनमस्ति हा अस्तु कूप्यः काः कूप्यः अस्तु इदानीं बालकं बालकं कं बालकं समीचीनमस्ति इदानीं पुरुषान् कान् पुरुषान् भवनानि कानि भवनानि कानि भवनानि अस्तु इदानीम् इदानीम् अत्र अस्माकं पुस्तकमस्ति अत्र चतुर्दशपुटे अत्र पञ्चदशपुटे उदाहरणम् अस्ति अभिनवः वदतु अत्र उदाहरणमस्ति इदानीं वयं कर्तुं शक्नुमः बालक तं जानाति बालकः बालकः तं जानाति एतं न जानाति द्वितीयं वदतु बालकः तं जानाति एतं बालकः एता जानाति एषां जानाति किन्तु द्वितीयविभक्त्यन्तं रूपं किं बालकः एतां जानाति तां न जानाति समीचीनमस्ति सुब्रह्मण्यं महोदय द्वितीयं तृतीयवाक्यम् अत्र अस्ति अत्र भवान् शब्दः अनन्तरम् अहं बालकः अहं मां जानाति प्रथमतया भवान् प्रथमवाक्ये अत्र भवान् द्वितीय मां अहं बालकः बालकः तस्य द्वितीयविभक्ति परिवर्तयतु भवान् भवान् इत्यस्य अत्र जानाति अस्ति खलु तर्हि द्वितीयविभक्तिरूपं भवान् इत्यस्य भवन्तं बालकः भवन्तं जानाति अनन्तरम् अहम् अहम् इत्यस्य द्वितीय मां न जानाति समीचीनं लक्ष्मी भगिनी अग्रे बालकः भवतीं जानाति तत् न जानाति अस्तु विश्वनाथमहोदय अग्रे बालकः जानाति तान् जानाति समीचीनं ताः न जानाति समीचीनं तदेव अस्ति सन्ध्या भगिनी अग्रे एताः एते बालकः एताः जानाति एते न जानाति एते इत्यस्य द्वितीय किम् एते इत्यस्य लिङ्गं किम् पुल्लिङ्गः तरी द्वितीय किम अत्र एतान हाँ हाँ अवगच्छति वा तत्र करपत्रे लिखितमस्ति एते प्रथमा विभक्तिः द्वितीया अस्ति एतान् करपत्रं तत्र लिखितमस्ति एते एतान् हा अस्तु अग्रिमं हा वदतु महोदय बालकः बालकः बालकः भवतः बालकः भवतः जानाति बालकः भवन्तः बालकः भवतः जानाति बालकः भवतः जानाति बालकः तानि अस्मान् न तानि अत्र कुत्र अस्ति तानि तानि तानि तानि न जानामि न जानाति जानाति यत्र नपुंसकलिङ्गशब्दः अस्ति तत्र परिवर्तनं न भवति तानि प्रथमाभक्तौ द्वितीयाभक्तौ अपि तानि अभिनवमय बालकः भवतीः जानाति अस्मान् न जानाति इति इति द्वितीया विभक्तिः सर्वनाम्नाम् समीचीनम् अस्तु इदानीम् अन्यत् इदानीं करपत्रद्वयम् अन्यत् करपत्रद्वयम् अहं दत्तवान् करपत्रद्वयमस्ति किं भवति एतावता अद्यपर्यन्तं वयं पुल्लिङ्गे अकारान्त सर्वे पुल्लिङ्गशब्दाः अकारान्तशब्दाः आसन् अद्यपर्यन्तं यथा बालकः पुरुषः तत्र बालक अन्ते अकारः पुरुष अपि च स्त्रीलिङ्गशब्दाः तत्र ईकारान्त आकारान्तः नदी महिला इति स्त्रीलिङ्गशब्दः अनन्तरं नपुंसकलिङ्गशब्दः मकारः भवति स्म पुस्तकं भवनम् इति नपुंसकलिङ्गशब्दः तावत् भवन्तः सर्वे अवगच्छन्ति वा एतावत् माने नाम अत्र बालकः महिला नदी पुस्तकम् इति चत्वारः शब्दाः अस्माकं सविधे अस्माकं समीपे सन्ति एतावता बालकः नदी बालिका पुस्तकं हा एकः पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दद्वयम् अनन्तरं नपुंसकलिङ्गशब्दः एकः खलु सन्ध्याभगिनी अवगच्छति वा इदानीं किं भवति यत् संस्कृतभाषायां बहवः शब्दाः सन्ति केवलं पुल्लिङ्गे केवलं बालकः इव शब्दाः न बहवः शब्दाः सन्ति यथा शिशुः तर्हि शिशुः कीदृशः शब्दः शिशुः तत्र उकारः अस्ति खलु नाम तत्र भेदः अस्ति तत्र किं तत्र रूपाणि भिन्नानि सन्ति इदानीं नूतन प्रकारः तर्हि अत्र एतत् करपत्रं पुरतः स्यात् तर्हि अत्र किं भवति यत् अत्र पश्यन्तु अत्र ईकारान्तपुल्लिङ्गशब्दाः तर्हि एतावता इत्युक्ते किम् अद्यपर्यन्तम् इत्युक्ते एतावता एतावता पुल्लिङ्गशब्दः इत्युक्ते पुरुषः बालकः एतादृशशब्दाः किन्तु अत्र पश्यतु मुनिः ईकारान्तपुल्लिङ्गशब्दः एते सर्वे शब्दाः पुल्लिङ्गशब्दाः ईकारान्ताः मुनिः रविः ध्वनिः तिथिः कपिः प्रतिनिधिः अञ्जलिः अञ्जलिः हरिः यतिः यतिः इत्युक्ते संन्यासी अनन्तरं सन्धिः अतिथिः कविः विधिः उपाधिः गिरिः समाधिः अग्निः अवधिः परिधिः ऋषिः एते सर्वे शब्दाः पुल्लिङ्गशब्दाः सन्ति अपि च इकारान्तशब्दः ह्रस्व इकारान्तशब्दाः इदानीम् उकारान्तशब्दाः उकारान्त शिशुः उकारान्तशब्दः अस्ति पुल्लिङ्गशब्दः अस्तु शिशुः शत्रुः शत्रुः धातुः पटुः पशुः वायुः कृपालुः जिज्ञासुः गुरुः प्रभुः डमरुः रेणुः बिन्दुः सेतुः दयालुः साधुः रिपुः तरुः वटुः वेणुः मृत्युः हेतुः श्रद्धालुः श्रद्धालुः श्रद्धालुः उः उः सर्वत्र पुल्लिङ्गशब्द इकारान्त इहि पुल्लिङ्ग उकारान्तशब्द उः इति अस्ति इदानीम् इकारान्तस्त्रीलिङ्गशब्दाः बहवः सन्ति यत्र यत्र अन्ते इति ति ति क्षम्यतां ति अस्ति तकारः इकारः यथा मतिः त इ मतिः प्रायः प्रायः सर्वत्र स्त्रीलिङ्गशब्दः यत्र तकारः अस्ति मतिः पद्धतिः प्रीतिः उत्पत्तिः ग्लानिः भिन्ना अस्ति नीतिः पङ्क्तिः बहुत्र तकारः अस्ति तकारः इकारः तकारः इकारः अस्ति चेत् प्रायः स्त्रीलिङ्गशब्दः तर्हि नीतिः पङ्क्तिः बुद्धिः मुक्तिः रुचिः विपत्तिः दृष्टिः सिद्धिः स्थितिः सम्पत्तिः सप्ततिः मूर्तिः उन्नतिः वृद्धिः अग्रे तदा अहं वदामि यत् तदा तथैव अहं वदामि यत् सर्वत्र वयं ज्ञातुं कुत्रचित् कण्ठस्थीकरणं भवति किन्तु अहम् उक्तवान् यत् अन्ते तकार इकार अस्ति चेत् प्रायः स्त्रीलिङ्गशब्दः यथा मतिः स्त्रीलिङ्गशब्दः अस्ति यथा तकारः इकारः किन्तु बुद्धिः अस्ति चेत् केवलं कण्ठस्थीकरणस्य विषयः किन्तु गतिः तृप्तिः प्रवृत्तिः निवृत्तिः कृतिः भीतिः एतत् सर्वं स्त्रीलिङ्गशब्दः शब्दाः सन्ति ति अस्ति तकार इकारः अनन्तरम् उकारस्त्रीलिङ्गशब्दाः के नाम न्यूनाः सन्ति न्यूनाः सन्ति अत्र धेनुः रज्जुः चञ्चुः स्नायुः तनुः अनुः पुल्लिङ्गशब्दः पुल्लिङ्ग प्रायः अहम् उक्तवान् खलु प्रायः सर्वे अनन्तरं ऋकारान्तशब्दाः सन्ति यथा पिता वस्तुतः पितृ इति शब्दः अस्ति पिता शब्दः तत्र पितृ अस्ति भ्रातृ भ्राता इति अस्य भ्रातृ जामातृ कर्तृ श्रोतृ नेत्र श्रोतृ द्रष्टृ दातृ ज्ञातृ वेत्र जेत्र भेत्र भर्तृ क्षम्यतां भर्तृ हन्तृ अत्र हर्तृ वक्तृ अध्येत्र योद्धृ इति अस्ति ऋकारान्तस्त्रीलिङ्गशब्दाः मातृ यात्र अनन्तरं द्वित्र स्वस्त्र इति इदानीम् अग्रे अन्य अपरस्मिन् करपत्रे अपरस्मिन् करपत्रे अत्र तेषां शब्दानां द्वितीयविभक्तिः अत्र अत्र एवं कुर्मः अहं तस्य एकवचनान्तरूपं वदामि भवन्तः बहुवचनान्तरूपं वदन्तु अत्र प्रथमा विभक्तिः अस्ति हा तर्हि इकारात् पुल्लिङ्गं मुनिशब्दः मुनिः बहुवचने किम् अस्ति मुनयः मुनिः किं भवति स्त्रीलिङ्गे मतिः किं भवति मतयः दधि हा अत्र नपुंसकलिङ्गे अत्र कुत्रचित् बहवः शब्दाः न सन्ति कुत्रचित् इकारात् शब्दः नपुंसकलिङ्गे भवति दधि दधीनि अनन्तरं पुल्लिङ्गे शिशुः शिशवः धेनुः धेनवः इदानीं नपुंसकलिङ्गे मधु मधूनि अनन्तरं पिता पितरः माता कर्ता कर्तारः तर्हि यदि सामान्य ऋकारात् शब्दः बहुवचने कर्तारः भवति कर्तारः यथा नेता नेतारः दाता दातारः जेता जेतारः किन्तु परिवारसम्बन्धिशब्दः कुटुम्बसम्बन्धशब्दः अस्ति चेत् तत्र आरः न अरः पिता पितरः पितरः मातरः किन्तु कर्ता कर्तारः इति एकवचन इति प्रथमाविभक्तौ इदानीं द्वितीयाविभक्ति तत्र पश्यतु यत् पुल्लिङ्गे स्त्रीलिङ्गे च मकारः सौकर्यमस्ति हा तर्हि अहं प्रथमाविभक्ति वदामि भवन्तः द्वितीयाविभक्ति वदन्तु मुनिः मुनिं मतिः न न न मतिं किन्तु नपुंसकलिङ्गे तथा नास्ति दधि दधि इति एव अस्ति इदानीं पुल्लिङ्गे शिशुः शिशुं धेनुः किन्तु मधु मधु इति एव इदानीं पितृशब्दः पिता पितरं माता कर्ता कर्तारम् इदानीम् अहं बहुवचनान्त प्रथमाविभक्तिरूपं वदामि मुनयः तत्र किं भवति मुनीन् मतयः मतीः मतीः दधीनि शिशवः शिशून् धेनवः धेनुः अत्र पश्यन्तु अत्र दीर्घ उकारः अस्ति धेनुः स्त्रीलिङ्गशब्दः धेनुः अत्र स्त्रीलिङ्गशब्दे बहुवचने द्वितीयविभक्तौ अत्र धेनुः वदन्तु मधूनि पितृशब्दः पितरः अत्र दीर्घ ऋकारः अस्ति पितॄन् पितॄन् इति वा अस्ति मातरः मातृः मातृः इति भवति कर्तारः कर्तॄन् इति अस्ति अस्य अभ्यासः भविष्यति अत्र कथा अपि अस्ति करिष्यामः तर्हि अत्र कुर्मः अत्र लक्ष्मी भगिनी अभ्यासः अत्र अभ्यासः अस्ति अधोनिर्दिष्टानाम् अधोनिर्दिष्टं कोष्टकं पठत कुत्र अस्ति अभ्यासः अधोनिर्दिष्टानां द्वितीया विभक्त रूपाणि लिखता। उदाहरणार्थम रविः रविम रवीन। तहि अस्माकं पुरतः एतत् करपत्रमस्ति, करपत्रमस्ति प्रथमा विभक्ति द्वितीय विभक्ति तत्र रूपाणि दत्तानि सन्ति। अत्रापि अस्ति, पुस्तके कोष्टकमस्ति, पुस्तके अपि कोष्टकमस्ति। तर्हि अत्र भगिनी करोतु प्रथमं भारविः। भारविः भारविम् भार भारवीन् भारवीन् अस्तु। सुब्रह्मण्यं महोदय द्वितीयं करोतु। शौरि शौरिं शौरीन् अस्तु। विश्वनाथ महोदय शरधीः। अत्र द्वितीय विभक्ति एकवचने बहुवचने च धीम् शरधीम् शरधीम् अनन्तरं शरधान् अत्र मुनिः अस्ति द्वितीय विभक्ति एकवचने बहुवचने मुनीम् मुनीम् अत्र किं भवति शरधीम् शरधीम् शरद् शरद् शरधीन् शरधीन् यथा मुनीम् मुनीम् मुनीन् शरधीन् शरधीन् शरधीन् अस्तु। अग्रे परिधि परिधिः परिधिं परिधीन् अस्तु। अग्रे महोदय सुमतिं सुमतिः सुमतिः अस्तु। संध्या भगिनी अत्र वाराणसीः समीचीनमस्ति। लक्ष्मी भगिनी अग्रे बन्धुः बन्धुः बन्धुं बन्धून् बन्धुं बन्धून् अग्रे भीरुः भीरु भीरुं भीरून् अस्तु समीचीनम्। इदानीं श्रोता श्रोता श्रोताम् एकनिमेषः कुत्र अस्ति अत्र कर्ता कुत्र अस्ति कर्ता अन्ते अस्ति खलु श्रोता पुल्लिङ्गशब्दः किन्तु कीदृश शब्दः श्रोता अत्र अस्मा शृण्वन्तु अत्र यदा वयं शब्दं पश्यामः तदा अस्माभिः चिन्तनीयं यत् तस्य मूलरूपं किम् मूलरूपं मूलरूपं वयं वदामः तस्य नाम प्रातिपदिकम् मूलरूपं नाम प्रातिपदिकम् अतः अत्र श्रोता इति मूलरूपं किम् श्रोतृ श्रोतृ ऋकारात् पदमस्ति अत्र वयं दृष्टवन्तः ऋकारात् पूर्णिकशब्दाः पितृ श्रोतृ भ्रातृ वक्तृ द्रष्टृ अत्र श्रोता इति अस्ति किन्तु आकारान्त पदं नास्ति मूलमस्ति श्रोतृ तर्हि न तथा यत् कुटुम्बसम्बद्धशब्दः अस्ति वा श्रोतृ अस्ति वा कुटुम्बसम्बद्धः न अतः कर्तृ कर्तृ कुत्र अस्ति श्रोतृ कर्ता किं लिखितमस्ति अत्र कर्तारम् अत्र कर्तृ कर्तॄन् कर्तारं कर्तॄन् कर्तॄन् तर्हि श्रोतृ किं भवति अत्र श्रोतारम् अपि च श्रोतृं श्रोतॄन् श्रोतॄन् श्रोतॄन् दीर्घकारः श्रोतॄन् अस्तु। संध्या भगिनी करोतु माता माता न न न तथा नास्ति न अत्र अहम् अत्र करपत्रं पश्यतु एतत् एतत् करपत्रम् अत्र ऋकारान्तशब्दः मातृशब्दः मातृ अत्र अस्मिन् करपत्रे आसीत् अत्र इति माता तत्र द्वितीयभक्तौ मातरम् अस्ति खलु मातरं मातृः मातृः अत्र किं भवति यत् उत्तरभारते मात्री इति वदन्ति दक्षिणभारते मातृ इति वदन्ति खलु मात्री मातृ इ उ इति वदन्ति वस्तुतः इ अपि नास्ति उपि नास्ति अर् इति एव अस्ति ऋकारात् शब्दः ऋकारात् अपि नास्ति ऋकारात् अपि नास्ति ऋषि ऋषि किमपि नास्ति तथा ऋषि ऋ इति एव अस्ति ऋषि हा तर्हि अत्र अत्र मातृशब्दः मातृ मात्री अपि नास्ति मातृ अपि नास्ति मातृ अस्ति तर्हि मातृः मातृः अपि नास्ति मात्रीः अपि नास्ति मातृः इति अस्ति मातरम् अस्तु तर्हि राजशेखर महोदय अन्तिमं तत्र पिता पितारं पितॄन् पितारम् इति नास्ति पिता पिता पिता पितरं पितरं पितरं पितरं पितरं पितॄन् समीचीनमस्ति अस्तु इदानीम् अभिनवमय अग्रिमं करोतु आवरणे दत्तानां शब्दानां द्वितीयान्तेन रूपेण एकवचन रिक्तस्थलं पूरयत् उदाहरण शिष्यः गुरुं नमति अत्र ह्रस्वकारः गुरुं गुरुं गुरुं नमति अग्रे भक्तः हरिं नमति भक्तः हरिं नमति अग्रे सः कवीं नमति समीचीनं लक्ष्मीभगिनी सा मुरारिं नमति समीचीनमस्ति अस्तु बालकः मातरं नमस्करोति मातरं समीचीनं समीचीनं मातरं नमस्करोति अनन्तरं बालिका पितरं नमस्करोति समीचीनम् अस्तु सन्ध्या भगिनी अग्रे धेनुः गृहिणी समीचीनमस्ति अस्तु राजशेखरः महोदय ग्रामीणः ओके ग्रामीणः अदितिः ग्रामीणः अदितिम् उददीम् उददिः उददिः उददिः उददिः उददिः उददिः पश्यति उददिः पश्यति उदधी नपुंसकलिङ्गशब्दः अस्ति चेत् उदधि पुल्लिङ्गशब्दः स्यात् उदधिमिति मन्ये अस्तु अभिनन्दनं कृष्णः वेणुं वादयति वेणुं वादयति समीचीनम् अस्तु लक्ष्मीभगिनी अध्यापकः वटुं बोधयति समीचीनम् अस्तु सुब्रह्मण्य स्नेहितः भ्रातरम् आह्वयति भ्रातरम् आह्वयति अग्रे पश्यतु आवरणे दत्तानां शब्दानां द्वितीया बहुवचनान्तेन रूपेण रिक्तस्थानानि पूरयत उदाहरणार्थं छात्रः गुरून् नमति गुरून् तत्र दीर्घकारः गुरून् नमति बहुवचने अस्ति विश्वनाथ महोदय बालः वनपालः बहुवचने अस्ति इदानीं कपीन् दूरीकरोति वनपालः कपीन् कपिः अत्र कपीन् कपीन् कपीन् दूरीकरोति भक्ताः मुनीन् प्रणमति प्रणमति मुनीन् प्रणमन्ति समीचीनं बहुवचने प्रणमन्ति हा यत् भक्ताः बहुवचने अस्ति मुनीन् प्रणमन्ति हा अस्तु संध्या भगिनी अग्रे धात्री धात्री शिशून् पालयति समीचीनं शिशून् अभिनव गृहस्थः अतिथीन् सत्करोति समीचीनमस्ति अस्तु लक्ष्मी भगिनी अग्रे सैनिकाः शत्रून् मारयन्ति मारयन्ति विश्वनाथ महोदय चतुरः चतुरः स्त्रीलिङ्ग् अस्ति चतुरः युक्तिः चतुरः युक्तिः उपदिशति चतुरः युक्तिः उपदिशति छात्रः कालिदासस्य कृति पठति किन्तु रूपं स्पष्टतया वदतु कालिदासस्य कृतिं बहुवचने करोतु श्रीलिङ्गे बहुवचने अस्माकम् अभ्यासः तस्मिन्नेव अस्ति खलु अतः कृतीः स्पष्टतया प्रधानाध्यापकः पितॄन् निमन्त्रयति समीचीनं पितॄन् इति समीचीनम् अग्रे सन्ध्या भगिनी कार्यकर्त्री मातृः सत्यं मातृः मेलयति अस्तु अभिनवन् याचकः दातृन् दातॄन् अत्र दीर्घकारः अस्ति दातॄन् हा पश्यति इति विषयः अद्य बहूनि नूतनरूपाणि वयं दृष्टवन्तः तेषाम् अभ्यासं नाम वयम् अस्माभिः कर्तव्यम् अभ्यासः कर्तव्यः तर्हि महोदय कृपया पठतु बलवान् कः पुरातनकाले गङ्गातीरे एकः आश्रमः आसीत् तत्र याज्ञवल्क्य नाम महर्षिः वसति स्म सः कदाचित् श्येनमुखात् पतिताम् एकां मूषिकां दृष्टवान् करुणया सः तां मूषिकाम् आश्रमं नीतवान् तत्र मन्त्रबलेन तां कन्यकां कृतवान् याज्ञवल्क्यस्य अपत्यानि न आसन् अतः तां कन्यकां स्वपुत्रीम् एव पालितवान् सः समीचीनमस्ति अस्तु तर्हि बलवान् कः इदानीं वयम् अवगन्तुं शक्नुमः एतत् सर्वं बलवान् कः पुरातनकाले गङ्गातीरे एकः आश्रमः आसीत् तत्र याज्ञवल्क्यः नाम महर्षिः वसति स्म सः कदाचित् श्येन मुखात् श्येनः इत्युक्ते श्येनः पक्षिः अस्ति बृहान् पक्षिः बाज गरुड इति वदामः हिन्दी भाषायां हा गरुड हा श्येन श्येनः श्येनमुखात् श्येनमुखात् पतिताम् एकां मूषिकां दृष्टवान् अत्र का विभक्तिः अस्ति एतत् सर्वं दृष्टवान् खलु दृष्टवान् कर्मपदमस्ति खलु अत्र कर्मपदम् अत्र मूषिकां दृष्टवान् मूषिका मूषिकां मूषिका इत्युक्ते माउस् मूषिकः मूषिका मूषिकः मूषिका अत्र मूषिकः नाम एकः अथवा मूषिका एका मूषिका पतिता पतिता एका मूषिका इति अस्य द्वितीया विभक्तिः पतिताम् एकां मूषिकां दृष्टवान् करुणया का विभक्तिः करुणया करुणा करुणया तृतीया विभक्तिः करुणया सः तां मूषिकाम् आश्रमं नीतवान् अत्र पुनः का विभक्तिः खलु ताम् इति इदानीम् अधीतवन्तः अत्र तां खलु ताम् इति अस्य का विभक्तिः नाम का विभक्तिः तस्य प्रथमारूपं किम् सा तां मूषिकाम् आश्रमं नीतवान् अत्र द्विकर्मकपदमस्ति नीतवान् अतः तत्र तां मूषिकाम् अपि द्वितीया विभक्तिः आश्रममपि द्वितीया विभक्तिः द्विकर्मकधातुः अस्ति चेत् एव एतादृशं रूपं वयं वक्तुं शक्नुमः दादातुः ददाति तथा नास्ति प्रदर्शयति अपि तथा नास्ति तत्र मन्त्रबलेन तां कन्यकां कृतवान् सर्वे अवगच्छन्ति खलु मन्त्रबलेन तां कां मूषिकां कन्यकां कृतवान् याज्ञवल्क्यस्य अपत्यानि न आसन् अपत्यम् अपत्यः अस्ति इत्युक्ते अपत्यः इत्युक्ते सन्तानः अपत्यः इत्युक्ते सन्तानः अपत्यः अतः तां कन्यां स्वपुत्रीम् इव पालितवान् सः अस्तु अभिनवमहोदय अग्रे पठतु कालान्तरे सा कन्यका विवाहयोग्या जाता याज्ञवल्क्यः सूर्येण सह तस्याः विवाहं कारयितुम् इष्टवान् अतः सः पुत्रीं पृष्टवान् भवती सूर्यं परिणेष्यति वा इति अत्र कोऽपि प्रश्नः अस्ति वा कालान्तरे सा कन्यका विवाहयोग्या जाता याज्ञवल्क्यः सूर्येण सह तस्याः विवाहं कारयितुम् इष्टवान् कर्तुम् इत्यस्य प्रेरणासहितरूपम् अस्ति कारयितुम् अवगतं स्यात् कारयितुम् इष्टवान् अतः सः पुत्रीं पृष्टवान् भवती सूर्यं परिणेष्यति वा परिणेष्यति इत्युक्ते कर्तुमिच्छति परिणेष्यति वा अस्तु राजशेखर महोदय तदा सा उक्तवती अहं सूर्यस्य तापं सोढुं न शक्नोमि अतः इतोपि इतोपि उत्तमं अन्यं वरं सूचयतु इति इत्युक्ते किं सोढुम् इत्युक्ते सोढुम् कनाट् सोढुम् इत्युक्ते सहति इत्यस्य तुमुन् करोति कर्तुं लिखति लिखितुं सहति सोढुं सहति सोढुम् तदा सा उक्तवती किम् उक्तवती वदतु अहम् अहं सूर्यस्य तापं सोढुं न शक्नोमि तस्य अर्थः कः सूर्यस्य ताप सूर्य सूर्यस्य ताप अधिकः अधिकः अतः अतः इतोपि उत्तमम् अन्यं वरं सूचयतु सूर्यम् इच्छति वा सा सूर्यम् इच्छति वा न अन्यं वरम् अस्तु अग्रे ऋषिः सूर्यम् एव पृष्टवान् भगवान् भगवन् अत्र सम्बोधनमस्ति भगवान् इत्यस्य सम्बोधनरूपं भगवान् भवतः अपेक्षाया उत्तमः वरः कः इति ऋषिः अत्र ऋषिः पुल्लिङ्गशब्दः पुल्लिङ्ग इकारान्तशब्दः ऋषिः सूर्यमेव पृष्टवान् भगवान् भवतः अपेक्षया वयं जानीमः खलु व्यासपुस्तके आसीत् अस्य पुरुषस्य अपेक्षया अयं पुरुषः उत्तमः अस्य अपेक्षया एषः पुरुषः लघुः अपेक्षा अस्तु सन्ध्या भगिनी अग्रे सूर्यः उक्तवान् मेघः माम् आच्छाद्य आच्छाद्य तिष्ठति सः मम अपेक्षया बलवान् योग्यः अपि इति आच्छादयति यत्र आवरणमस्ति आवरणम् अवगच्छति वा तत्र आवरणमस्ति चेत् तत्र आच्छादयति इति वदामः कम्बलमस्ति उत्पीठिका अहम् उत्पीठिकायाः उपरि कम्बलं प्रसारयामि चेत् तत्र कम्बलम् उत्पीठिकाम् आच्छादयति आवरणमस्ति अवगच्छति वा कवर् अतः सूर्यः किम् उक्तवान् न तथा नास्ति आच्छादयति मीन्स् टु कम्प्लीट्लि एन्कापस् कवर् आवरणं यत् करोति आच्छादयति वेदे बहुत्र भवति वेदेषु आच्छादयति बहुत्र भवति नाम यत् सर्वानुस्यूतः अस्ति सर्वत्र अस्ति सर्वत्र सर्वस्य उपरि अस्ति वेदविषये आच्छादयति बहुत्र उच्यते अत्र लौकिकविषयः अस्ति माम् आच्छाद्य तिष्ठति सः मम अपेक्षया बलवान् योग्यः अपि इति अस्तु लक्ष्मी भगिनी ऋषिः मेघम् आहूतवान् पुनः पुत्रीं पृष्टवान् भवती एतं परिणेष्यति वा इति सा उक्तवती एतस्य वर्णः कृष्णः अतः एषः मास्तु, इतोपि उत्तमं वरं सूचयतु इति. ऋषिः मेघं पृष्टवान्. मेघः उक्तवान्, वायुः सहस्रधा मम विभागं करोति, अतः सः एव मम अपेक्षया बलवान् इति. स्पष्टं स्यात्. ऋषिः मेघं पृष्टवान्, मेघः उक्तवान्, वायुः सहस्रधा भागं मम विभागं करोति, सहस्रधा, अतः सः एव मम अपेक्षया बलवान्. ऋषिः वायुम् आहूतवान्, परन्तु पुत्री वायुम् अपि न अङ्गीकृतवती, इतोपि बलवान् कः अस्ति इति पृष्टवती. अहं पर्वतं कम्पयितुं न शक्नोमि, अतः पर्वतः एव बलवान् इति वायु उक्तवान्. अनन्तरं ऋषिः पर्वतम् आहूतवान्. सर्वं स्पष्टं स्यात्. अस्तु, सन्ध्या भगिनी पठतु अग्रे. परन्तु पर्वतः उक्तवान् यद्यपि अहं बलवान् तथापि मूषिका मम शरीरे सर्वत्र बिलं करोति. बिलं जानीमः वा सर्वे? बिलं. अस्तु अग्रे. अतः मूषिकः एव मम अपेक्षया बलवान् इति. बलवान् इति. अस्तु राजकं महोदय. ऋषिः मूषिकम् आहूतवान्, पुत्रीं पुष्टवान्, भवती एतं परिणेष्यति वा इति. सा सन्तोषेण अङ्गीकृतवती. अनन्तरं ऋषिः तां मूषिकां कृत्वा मूषिकेन सह तस्याः विवाहं कारितवान् इति कथा. तर्हि अन्ते किम् अभवत्? केन सह विवाहः जातः? मूषिकेन सह. मूषिका मूषिकेन सह विवाहं कृतवान् इति कथा. अस्तु, समापयामः. विरमामः. नमस्कारः.